पद्मपुराणं खण्डं 5 पातालखण्डम् अध्यायं 75 पार्वत्युवाच वृन्दावनरहस्यं च बहुधा कथितं विभो केन पुण्यविशेषेण नारदप्रकृतिं गदः ईश्वर उवाच एकदाश्चर्यवृत्तान्तं मया जिज्ञासिदं पुरा ब्रह्मणा कथितं गुह्यं श्रुतं कृष्णमुखाम्बुजाद नारद पृष्टवान् मह्यं तदाहं प्राप्तवानिदम् अहं वक्तुं न शक्नोमि तन्माहात्म्यं कथंचन किं कुर्वे शपनं तस्य स्मृत्वा सीदामि मानसे इति श्रुत्वा मम वचो दुर्मनाः सोऽभवद्यदा तदा ब्रह्माणमाहूय अहमादिष्टवान् प्रिये त्वया यत्कथितं मह्यं नारदाय वदस्व तद ब्रह्मा तदा मम वचो निशम्य सह नारदः जगामकृष्ण सविधं नत्वा पृच्छत्तदेवदु ब्रह्मोवाच किमिदं द्वात्रिंशद्वनं वृन्दारण्यं विशाम्पदे श्रोतुमिच्छामि भगवन्यदि योग्योऽस्मि वेवद श्रीभगवानुवाच इदं वृन्दावनं रम्यं मम धामैव केवलं यत्रे मे पशवः साक्षाद्वृक्षा क्रीडा नरामराः एव सन्ति ममान्त्येते मृदा यान्ति ममान्तिकम् अत्र या गोपपत्न्यश्च निवसन्ति ममालये योगिन्यस्तास्तु एवं हि मम देवाः परायणाः पञ्चयोचनमेवं हि वनं मे देवरूपकम् कालिन्दियं सुषुम्नाख्या परमामृतवाहिनी यत्र देवाश्च भूतानि वर्तन्ते सूक्ष्मरूपतः सर्वतो व्यापकश्चाहं न त्यक्ष्यामि वनं क्वचिद् आविर्भावस्थिरो भावो भवेदत्र युगे युगे तेजोमयमिदं स्थानमदृश्यं चर्मचक्षुषां रहस्यं मे प्रभावं च पश्य वृन्दावनं युगे ब्रह्मादीनां देवतानां न दृश्यं तत्कथञ्चन ईश्वर उवाच तच्छ्रुत्वा नारदो नत्वा कृष्णं ब्रह्माणमेव च आजगामः भूर्लोके मिश्रकं नैमिश्रं वनं तत्रासौ सत्कृतश्चापि शौनकाद्यैर्मुनीश्वरैः पृष्ठश्चाप्यागदो ब्रह्मन् कुतस्त्वमधुना वद तच्छ्रुत्वा नारदप्राह गोलोकादागतोऽस्म्यहम् श्रुत्वा कृष्णमुखाम्भोजाद्वृन्दावनरहस्यकं नारद उवाच तत्र नानाविधा प्रश्ना कृताश्चैव पुनः पुनः समस्ता मनवस्तत्र योगाश्चैव मया श्रुताः तानेव कथयिष्यामि यथा प्रश्नं च तत्त्वतः शौनकादय उवाच वृन्दारण्यरहस्यं हि यदुक्तं ब्रह्मणा त्वयि तदस्माकं समाचक्ष्व यद्यस्मात् सुकृपा तदा नारद उवाच कदाचित् सरयूतीरे दृष्टोऽस्माभिश्च गौतमः मनस्वी च महादुःखी चिन्ता कुलितचेतनः मां दृष्ट्वा गौतमो देवः पपादधरणीतले उत्तिष्ट वत्स वत्सेदि तमो वाचाहमेव हि कथं भवान् मनस्वीति प्रोच्यतां यदि रोचते। गौतम उवाच, श्रुतं तव मुखादेव कृष्णतत्त्वं च तादृशं द्वारकाख्यं माधुराख्यं रहस्यं बहुशो मया, वृन्दावनरहस्यं तु न श्रुतं त्वन्मुखाम्बुजाद। यदो मे मनःस्थैर्यं भविष्यति च सद्गुरो। नारद उवाच, इदं तु परमं गुह्यं रहस्यादिरहस्यकं पुरा मे ब्रह्मणा प्रोक्तं तादृवृन्दावनोद्भवं रहस्यं वददेवेश वृन्दारण्यस्य मे पितः। इति जिज्ञासितं श्रुत्वा क्षणं मौनी स चाभवद। ततो माघमहाविष्णुं गच्छ वत्स प्रभुं मम, मयापि तत्र गन्तव्यं त्वया सहनसंशयः। युत्युक्त्वा मां गृहीत्वा च गतो विष्णोश्च धामनि। महाविष्णौ च कथितं मयोक्तं यत्तदेव हि, तच्छ्रुत्वा च महाविष्णुः स्वयम्भुवमथादिशद। त्वमेवादेशदो मह्यं नीत्वा वै नारदं मुनिं स्नानाय विनियुङ्क्ष्वामुं सरस्यामृतसंज्ञके। महाविष्णुसमाधिष्ठस्वयं भूर्मां तथा करोद। तत्रामृतसरश्चाहं प्रविश्य स्नानमाचरं, तत्क्षणात् तत् सरःपारे योषितां सविधे भवं सर्वलक्षणसम्पन्ना योषिद्रूपादिविस्मिता। मां दृष्ट्वा ताः समायान्ति मपृच्छंश्च मुहुर्मुहुः। स्त्रिय ऊचुः, का त्वं कुतः समायाता कथयात्मविचेष्टितं। तासां प्रियकथां श्रुत्वा मयोक्तं तन्निशामय, हुदकोऽहं समायाधकथं वा योषिदा कृतिः। स्वप्नवदृश्यते सर्वं किं वा मुग्धोऽस्मि भूतले। तच्छ्रुत्वा मध्वजो देवी प्रोवाच मधुरस्वनैः, वृन्दा नाम्नी पुरी चेयं कृष्णचन्द्रप्रिया सदा। अहं च ललिता देवी तुर्यातीता च निष्कला। इत्युक्त्वा च महादेवी करुणा सान्द्रमानसा, मां प्रत्याह पुनर्देवी समागच्छ मया सह। अन्याश्च योषितः सर्वाः कृष्णपादपरायणः, ताश्च मां प्रवदन्त्येवं समागच्छानया सह। ततोऽनु कृष्णचन्द्रस्य चतुर्दशाक्षरो मनुः, कृपया कथितस्तस्य देव्याश्चापि महात्मनः। तत्क्षणादेव तत्साम्यमलभं विविधोपमा, ताभिः सह गतास्तत्र यत्र कृष्णः सनातनः। केवलं सच्चिदानन्दस्वयं योषिन्मयप्रभुः, योषिदानन्दहृदये दृष्ट्वा मां प्राब्रवीन्मुहुः। समागच्छ प्रिये कान्ते भक्त्या मां परिरम्भय, रेमे वर्षप्रमाणेन तत्र चैव द्विजोत्तम। तदोक्तं रमणेशेन तां देवीं राधिकां प्रति, इयं मे प्रकृतिस्तत्र चासीन् नारदरूपदृक्। नीत्वा मृदसरोरम्यं स्नानार्थं संनियोजय, तया मे रमणस्यान्ते गदितं प्रियभाषितम्। अहं च ललिता देवी राधिकाया च गीयते, अहं च वासुदेवाख्यो नित्यं कामकलात्मकः। सत्यं योषित्स्वरूपोऽहं योषिच्चाहं सनातनी, अहं च ललिता देवी पुंरूपा कृष्णविग्रहा। आवयोरन्तरं नास्ति सत्यं सत्यं हि नारद, एवं यो वेत्ति मे तत्त्वं समयं च तथा मनुं ससमाचार सङ्केतं ललिता वत्स मे प्रियः इदं वृन्दावनं नाम रहस्यं मम वैगृहं न प्रकाश्यं कदा कुत्र वक्तव्यं न पशौ क्वचिद तदो नु राधिका देवी मां नीत्वा तत्सरोवरे स्थित्वा सा कृष्णचन्द्रस्य चरणान्ते गदा पुनः तदो निमज्जनादेव नारदोऽहमुपागतः वीणाहस्तो गानपरस्तद्रहस्य मुहुर्मुदा स्वयम्भुवं नमस्कृत्य तत्रागां विष्णुपार्षदं स्वयम्भुवा तथा दृष्टं नोक्तं किञ्चित् तदा पुनः इति ते कथितं वत्स सुगोप्यं च मया त्वयि त्वयापि कृष्णचन्द्रस्य केवलं धाम चित्कलं गोपनीयं प्रयत्नेन मा दुर्जार इव प्रियं यथा प्रोक्तं मया शिष्ये गौतमे सरहस्यकं तथा भवत्सु कार्ष्ण्येन कथितं चाधिगोपितं यत्र कुत्र कदाचित्तु प्रकाश्यं मुनिपुङ्गवाः तदा शापो भवेद्विप्राः कृष्णचन्द्रस्य निश्चितम् इमं कृष्णस्य लीलाभिरुदमध्यायमुत्तमं यप्पडे शृणुयाद्वापि स यादि परमं पदम् इति श्रीपद्मपुराणे पादालखण्डे वृन्दावनमाहात्म्ये नारदीयानुनये पञ्च सप्ततितमोऽध्यायः ॐ